पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 171 महादेव उवाच सङ्गमस्य समीपे तु सत्तीर्थं लोकविश्रुतम् आदित्याख्यं परं तस्मान् न भूतं न भविष्यति यस्य वैदर्शनं कार्यं स्नानं वै पुष्करेण तु पूजनं चार्कपुष्पेण करवीरैस्तथा पुनः तत्र श्राद्धं च दानं च कुर्युर्वै मानवाः सदा इदमादित्यगं तीर्थं पवित्रं पापनाशनं दर्शनात् पुण्यदं तीर्थं महापातकिनामपि इति श्रीपाद्मे महापुराणे उत्तरखण्डे सत्तीर्थमाहात्म्यं नामैकसप्तत्यधिकशततमोऽध्यायः ॐ